भगिनी भवती एव अर्थं करोति वा? अस्माकं त्रिच् तुमन्तव्यत् इति प्रत्यय पाठं प्रचलन् अस्ति इदानीं. वयं सामान्यधातव भ्वादिगणात् आरभ्य क्रियादिगणात् पर्यन्तम् इति तस्य पाठं प्रचलन् अस्ति. गतसप्ताहे वयम् आकारान्तधातव कृतवन्तः, इदानीम् इकारान्तधातव तस्य अभ्यासं पुनः आरभ्य कुर्मः. इकारान्तधातव ये सामान्यधातव सन्ति, केवलं वयं जानीमः दातं द्वयं श्री श्वी एते धातव, एते द्वौ धातु सेट स्तः. शेष सामान्यधातव इकारान्त सर्वे अन्यतः. यदि धातु सेट् अस्ति तत्र इडागमचिन्तनं भवति, त्रिच् तुमन् अपि तव्यत् इति इत्र इत्र तव्य इत्तुमन् इति भवति प्रत्ययस्य इडागम. श्री अश्वी तत्र श्री इति यदि सेट् अस्ति अत्र सार्धधातुकार्धधातुकयोनेन गुणं भूत्वा श्रे भवति. तदनन्तरं श्रे योग इत् इत्र इति इता भवति. तत्र एचो अयावर्णेन अय आदेशः भवति, सो श्रयति इति भवति. श्रयत्र श्रयत्री इति रूपं भवति. श्रयतुं श्रय तत्र तव्यत् अस्ति श्रतव्यः, श्रतव्या श्रतव्यम् एते रूपाणि भवति. धातु श्व अस्ति तु रूपाणि भवन्ति तुमन् श्वयत् श्वयता इति क्षम्यता श्वेयिता श्वे भूत्वा देन् अय आदिश श्वयता इति भवति साधु श्वयता खलु श्वयिता आं सति श्वयिता श्वयता साधु अय आदिशि खलु गीता इदागमः श्री श्री इति इदानुकूलाः सन्ति. श्वयिता श्वयिता श्वयित्री श्वयित्र श्वयितुमन् श्वयि श्वयित्वव्य श्वयि त्वयः श्वत्वयाः इति रूपाणि भवन्ति. यदि शेष ये धातवती यथा जि अस्ति तत्र सार्वधातुकार्धेन जे जेतव्यं जेतुं जेता जेत्री जेत्र इति रूपाणि. चि जि धातु भ्वादिगण्यधातुः अस्ति, चि धातु इति स्वादिगण्यधातु. तत्र अपि कारणकि यदि गणचिन्तनं न भवति आर्धधातुकप्रक्रियायाम् इति सरल चिन्तनं भवति, केवलं गुणं भूत्वा सार्वधातुकार्धधातुकेन चे तदनन्तरम् अय आदेश महोदय पृष्टवान् कथम् अवय आदेशः भवति एचो या तस्य भेदः किमस्ति कि यत्र तव्यत् अस्ति इति तत्र अय आदेशः न भवति, केवलं वर्णमेलनं भवति. सो जेता इति भवति साधु, न तु जेतव्यं यथा उपरि श्वेत्यम् इति भवति. तत्र एतत् भेदः अस्ति कारणकि अचि परे एचो वयाय तस्य निमित्तम् अस्ति अचि परे. जि अत्र जेता जेतुं जेतव्यं, चि अस्ति इति चेता चेतुं चेतव्यम् इति रूपाणि भवन्ति. त्रिषु लिङ्गेषु तव्य धातु त्रिषु लिङ्गेषु भवति. अधि योगै इति अदादिगण्यधातुः अस्ति इ, सो अधि इन् धातुः अस्ति सदैव क्षम्यताम् इङ् धातु साधु इङ् धातु सदैव अधिपूर्वकः भवति, अधि उपसर्गपूर्वकः भवति, सो तस्य यणसन्धि अपि भवति, सो अध्यतेव्या इति भवति समानप्रक्रिया. धातु अन्यत् अस्ति तत्र तव्यत् इति, तत्र तव्यये भवति तैरागमचिन्तनं नास्ति, सो अध्येतव्य अध्येतव्या अध्येतव्यम् इति भवति, अध्येतुम् अध्येता अध्येत्री अध्येत्र इति भवति. श्री श्री अहं पूर्वमेव उक्तवती स्तु अपि मिनाति मिनोति धीङ्ग्लि अपि च. इदानीं एतत् सूत्रं वयं गतसप्ताहे पठितवन्तः, मिनाति मिनोति धीङ्ग्लि अपि च इति वा भगिनि तद् पादु अन्यः वदतु वा तद् अस्तु अस्तु अस्तु अत्र मणिमहोदय भवान् वदति वा महोदय. कुत्र महोदय? श्रीप्रेक्षणे इति. अस्तु महोदय, गते सप्ताहे पठितवन्तः, पुनः पठामः महोदय कृतवान् इति. धन्यवादः. प्रेक्षणे मीनाति मिनोति दीङ्गां यपि च क्रियादौ मीञ्ज् हिंसायां स्वादौ द्विमिञ्ज् प्रेक्षणे द्वादी दादौ दीन् छये इत्येते तेषां धातूनाम् अन्त्यस्य अलगस्थाने आकारादेशो भवति ल्यपि विषये, हेच् निमिति षिद्भिन्नप्रत्ययस्य च विषये, नाम मी मी दि इत्येतेषां यदा गुणो वा वृद्धि वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तस्य स्थाने आकारस्य भवति अलन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने, केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवति, यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एते आदेशः स्यात्, केषाञ्चित् मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवति भवेत्, मीनाति च मिनोति च दीङ् च तेषां चरित्रद्वन्द्वः द्वन्द्वो मीनाति मिनाति दीङ्गः तेषां मीनाति मिनोति दीङ्गां मीनाति मिनोति दीङ्गां षष्ठ्यन्तं ल्यपि सप्तम्यन्तं च अभिवृद्धपदं त्रिपदमिदं सूत्रम् आदेशे उपदेशयसीति इत्यस्य सम्पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीङ्गाम् आत् ल्यपि च एच् एज् निमित्ति निमित्ते प्रत्यय उपदेशे अस्ति. सो दिस् सूत्रं वदति यदा क्रियादिगणो मी धातुः स्वादिगण द्वि धातुः अनन्तरं द्वादिगण अपि दीङ् धातुः अस्ति त्रयाणां गुणः अपि भवति गुणनिमित्तिक अस्ति एकारो वा ऐकारो वा इति भवितुम् अर्हति, परन्तु तस्य पूर्वम् एकारो वा ऐकारो वा जायमानः तस्य पूर्वमेव आकारादेश इति आकारादेश इति सूत्रं वदति, अतः मी इत्यस्य स्थाने मा इति रूपं भवति, तदेव केषाञ्चित् मतेन असिति इति न अत्र अनुवृत्तिः न भवितुम् अर्हति इति, किमर्थं चेत् षित् नास्ति अधः इति उक्तवन्तः. अनन्तरं उपदेशे इति अत्र अपि तदपि अनुवृत्ति न शक्यते इति, परन्तु अनुवृत्तिसहितसूत्रं वदति उपदेशे अशिति इति. महोदय मिङ्ग् दातु वदामि वा? मिङ्ग् धातु पठामि अनन्तरं क्रियादौ मीञ्ज् धातु हिंसायां स्वादौ डिमीञ्ज् प्रेक्षणे द्वादौ दीञ् सये इत्येतेषां धातूनाम् अन्त्यस्य अलगस्थाने आकारस्य भवति ल्यपि विषये एच् निमित्तसिद्धिभिन्नप्रत्ययस्य च विषये नाम मीङ् मी जि इत्येतेषां यदा गुणो वा वृद्धिः वा जायमानः अस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तस्य स्थाने आकारस्य भवति. द्विमीन्स् योः तव्यत् मी योः तव्य सर्वदा कदुवति इत्यनेन गुणः प्रसक्तिः मिनति मिनोति दीनां लेपि इत्यनेन द्विमीन् प्रेक्षणे इत्यस्य धातोः अन्ते सलस्थाने आकारस्य भवति चित् भिन्नप्रत्ययस्य. अतः आकार ईकारस्य आकारस्य भवति मिनति मिनति दिङ्गाम् इति सूत्रेण आकारस्य अनन्तरं मा इति मा योः तव्य मातव्य पुल्लिङ्गे मातव्यः श्रीलिङ्गे मातव्य नंसलिङ्गे मातव्यम् इति. अनन्तरं तुमन् प्रत्ययपरे अपि सार्धात्गुणः प्रसक्तिः परन्तु मिनाति मिनोति दीङ्गां लेपि इत्यनेन गुणभूतस्य पूर्वमेव आकारस्य भवति इति. अतः मा भवति मायोहोतुं मातुं तदेव त्रिच्कृत्य अपि मी योहोत्रि सार्धात्गुणः प्रसक्तिः परन्तु मिनाति मिनोति दीङ्गां लेपि इत्यनेन बाधः भवति तस्य स्थाने आकारदायस्य. अतः मा इति मायभवतृ माता पुल्लिङ्गे मातृ श्रीलिङ्गे मातृ नमसलिङ्गे इति. तदेव मीङ् धातोः हिंसायां क्रियादिगणे द्विवादौ दीङ् दिलेपि तत्त्व रूपमपि वक्तुं अग्रे अग्रे धन्यवादः. अस्तु स्वादौ टु मीङ् प्रक्षेपणे भगिनि ईकारान्त दातः भगिनि ततः अग्रे स्वादौ इति उक्तवती तत् अग्रे अधोभागे ईकारान्तदातवः सामान्यः ईकारान्तदातवः इति अस्ति खलु. एकसामान्य ईकारान्तदातवः अत्र गुणकार्यं भवति तदेव भगिनि. अत्र गुणकार्यं भवति अतः अपेक्षितं सार्वधातुक आदधातुक इति सूत्रेण. अपि च श्री श्री इति धातुद्वयं त्यक्त्वा सर्वे एकाचः अन्ये सर्वे एकाचः इकारं दातव अनितः. उदाहरणमत्र झि धातु आश्व इकार अस्ति अर्थात् अनित् अस्ति. झि युगतव्य सर्वधातुक आदुधातुकयो इत्यनेन तव्य आदुधातु प्रत्यय कर्ण गुण भवति. जे जेतव्यं जेतव्यः जेतव्या इति. जे जीयोगः तुमुन् अत्रापि सार्वधातुक आदधातुक इत्यनेन गुणः भूत्वा जेतुं तृच् प्रत्ययः अस्ति चेत् जेतृ जेता जे इदानीं जीक इकारान्त नी अस्ति अस्ति न तु जी जेत भगिनि भगिनि अग्रे अधोभागे समानं तथा एव आगच्छति. नियोगतव्य तत्रापि सार्वजातिक आदिदातु नि अपि अनिद्दात् अस्ति. केवलं डीन् शीन् धातु द्वयम् एव सेट् अस्ति. नि अनिट् अस्ति. नियोगतव्य सार्वजातिक आदिदातुको इति गुणभूत्वा मे मि मे भवति नेतव्य नेतव्य नेतव्या नेतव्यं मे नियुवतुं अत्रापि सार्वधातुक आजधातुकयोः जनेन गुणभूत् एकबन्धस्य गुणभूत्वा नेतुं भवति तदेव नियुवतृच् सार्वधातुक आजधातुकयोः जनेन गुणभूत्वा नेतृ नेता नेत्री नेतृ इति रूपाणि. पुष्पा भगिनी पठति वा भगिनि अग्रे. म्यूटेड् अस्ति भगिनी पुष्पा भगिनी. विमलभगिनी भगिनी सिद्धा अस्ति चेत् भवती पठति वा? इतोपि पञ्चनिमेषाः अपेक्षितं भगिनि. तर्हि अहमपि पठामि. तर्हि भी धातुः भी योगः तव्यत्. अत्र तु भी इति किम् अस्ति अनिट् अस्ति इति कृत्वा सामान्य एकारान्तदातवः सन्ति धातुः अस्ति. तर्हि भेत् योगः भी योगः तव्यत् सर्वदात्कार्धातुः इत्यनेन गुणः भे योगः तव्यत् भेतव्यं भेतव्य भेतव्यः भेतव्या भेतव्यं समानं भी योगः तुमन् भेतुम् इति भी योगः तृच् इत्यस्मिन् भेतृ भेता भेत्री भेतृ इति भवति. समानमस्ति क्रीधातोः क्रियोगः तव्यत् सार्वधातुकार्धातुकयोः इत्यनेन क्रे भवति क्रेतव्य इति क्रेतव्यः क्रेतव्या क्रेतव्यं क्रियोगः तुमन् सार्वधातुकार्धातुकयोः इत्यनेन क्रेतुं क्रियोगः तृच् क्रेयोगः तृ भूत्वा क्रेतृ इति प्रातिपदिकं पुल्लिङ्गे क्रेता श्रीलिङ्गे क्रेत्री नपुंसकलिङ्गे क्रेतृ इति रूपाणि. अग्रे अन्यः कः पठिष्यति? पुष्पा भगिनी न पठति पुनः भगिनी सरला भगिनी भवती पठति वा भगिनी? डी इति धातु इमौ द्वौ धातु सेतौ इति जानीमः. डी इत्यव्य सार्वधातुक आधधातुकयो डी इत्यव्य एचोया वायाव अनेन डयितव्य डयितव्यं डी योग इतुमुन् सार्वधातुकार्धधातुकयोः डे योग इतुम् एचोया वायाव अनेन डयितुं डी योग ईतृच् सार्वधातुकार्धधातुकयोः अनेन डे योग इतृ एचोया वायाव डयितृ डयिता डयित्री डयितृ शीङ् योग इत्यव्य सार्वधातुकार्धधातुकयोः शेयोग इत्यव्य एचोयवायाव शयितव्य शयितव्यं शीयोग इत्युमुन् सार्वधातुकार्धधातुकयोः शेयोग इत्युम् एचोयावायाव शयितुं शीयोग एयोग तृच् सार्वधातुकार्धधातुकयोः शेयोग इतृ एचोयावायाव शयितृ शयित् शैत्री शैत्री. सो वयं जानीमः अस्माकम् अजन्तधातूनां आवल्यां दीर्घ ईकारान्तधातवद्वयं दीं शीं द्वौ सेटौ. सो इदानीं तत्र यदि धातु सेट् अस्ति सो तव्य सम्यन् अर्धधातुकबलादे अनेन अपि इडागमचिन्तनं भवति. सो तत्र इडागमः करणीयं. सो डीं योग इत्यव्य इति सर्वे तुमन्त्रिश् तत्र इडागम आगच्छति. सो सार्वधातुक अर्धधातुकयो प्रथमं गुणं भूत्वा एकारः भवति तदनन्तरम् एचो यावायान अय आदेशः भवति. सो इदानीं रूपाणि भवन्ति दी योग इत्यव्य ते दयितव्य दयितव्यं दयितव्या तुमुन् इति अव्ययं भवति. सो दयितुं त्रिचनेन दयितृ इति प्रातिपदिकं भवति. त्रिषु लिङ्गेषु रूपाणि भवति दयिता दयित्री दयित्र. तथैव यदि धातु शीङ् अस्ति तत्रापि समानप्रक्रिया सार्वधातुकार्धधातुकयो गुण एचोया वायावनेन अयादेश. सो शयितव्य शयितव्यं शवि शयितव्यः शयितव्यं शयितव्या शी शीङ् योग इत्युमन् शयितुं शीं योग इत्र तत्र शयित्र प्रातिपदिकं शयिता शयित्री शयित्र त्रिषु लिङ्गेषु. धन्यवादः. धन्यवादः. पठितुं शक्नोमि भगिनि? पठतु भगिनि. दिधि वेवि इति द्वौ धातु अनेकाचौ अतः सेटौ. दिधि वेवीटां दीधिङ्ग् वेविङ्ग् इति धात्वोः च इट् इत्यागमस्य च येषां गुणः वृद्धिः च न भवति. दिधिश्च वेविश्च, अत्र दिधि इति अस्ति पत्र न जानामि, उट्टङ्कदोषः स्यात् च तेषाम् इत्युक्ते द्वन्द्वः दीधि वेवीटः तेषां दीधि वेविटाम् इको गुणवृद्धि इत्यस्मात् गुणवृद्धि इत्यस्य अनुवृत्तिः न धातुलोप आर्धधातुकी इत्यस्मात् न इति इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं दीधि वेवी इटाम् इकः गुणवृद्धि न. इत्युक्ते अत्र अग्रे अपि पठनीयं या अग्रिमसूत्रे अपि अस्यैव प्रसङ्गे अस्ति. ईवर्णयोः दीधि वेव्योः इति सूत्रं यकारादिः च इकारादिः च प्रत्यये परे दीधि वेवी इति धात्वोः ईकारस्य लोपो भवति. अत्र दीधि वेविटा वेवीटाम् इति सूत्र वदति यत् अनुवृत्तिस्य सूत्रम् यदस्ति इटाम् इकः गुणवृद्धिः न भवति. एतेषां धातूनां परे धातुद्वयं दीधि अपि च वेवि इट् तु इडागमः एतेषां परे गुण एतेषां प्रसङ्गे गुणः वृद्धिः च न भवति इति अस्ति. अपि च ईवर्णयोः दीधि वेव्योः इत्यनेन प्रत्ययः यदि यकारादि अस्ति च या इकारादि अस्ति तत्र दीर्घ ईकारस्य लोपो भवति. यथा अग्रे दत्तमस्ति दीधि इतव्यः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः अस्ति. दीधि वेविटाम् इत्यनेन गुणनिषेधः भवति. दीधि इतव्य तथैव तिष्ठति. अत्र ईवर्णयोः दीधि वेव्योः इत्यनेन धातोः ईकारलोपः, तर्हि दीध् एव अवशिष्यते ईकारलोपस्य अनन्तरं. योगः इतव्य दीधितव्य दीध् इतव्य दीधितव्य दीधितव्यः दीधितव्या दीधितव्यं तथैव दीध् इतुं दीधितुम् इति भवति. दीधि योगः ई योगः त्रच्. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः अस्ति. दीधि वेवीटाम् इत्यनेन गुणनिषेधः भवति. तर्हि दीधि योगः ई योगः तृ. अत्र ईवर्णयोः दीधि वेव्योः इत्यनेन धातोः ईकारलोपः. दीर्घ दीध् इतृ भवति दीधितृ दीधिता दीधित्रि दीधितृ इति अस्ति. अत्र मम एवमेव वेवी धातुतः तव्यत्तुमुन्त्रच् प्रत्ययान्तरूपाणि निर्मातुं शक्यन्ते. अथैव वेवी इत्यत्रापि दीर्घ इकारस्य लोपः भूत्वा अजादि अपि च ईकारादिधातु प्रत्ययोः परे अस्ति चेत् तत्र दीर्घ ईकारस्य लोपः भूत्वा वेव् इतव्य वेवितव्यः वेवितव्या वेवितव्यं तथैव वेव् इतुम्. अत्रापि सार्वधातुकार्धक इत्यनेन गुणप्रसक्तिः अस्ति, परन्तु दीधि वेवीटाम् इत्यनेन गुणनिषेधः भवति प्रथमतया. तस्य पश्चात् दीधि इतुम् इति अत्र ईवर्णयोः दीधि वेव्योः इत्यनेन ईकारलोपः भूत्वा दीध् इतुं दीधितुम् इति भवति. तथैव दीधि योगः ई वेवितुं तथैव वेव् ई त्रच् वेवितृ वेविता वेवित्री इति रूपत्रयं भवति. धन्यवादः. अत्र प्रथम उदाहरणे दीधि योगः इतव्य इति दत्तमस्ति, परन्तु तृतीय उदाहरणे दीधि योगः ई योगः त्रच्यति अस्ति, समान एव ई योगः तव्य इति भवेत् उपरि अपि इडागमः भवति, प्रत्ययस्य इडागमः अस्ति इति कृत्वा प्रत्ययस्य अवयवः भवति इति कृत्वा इतव्य इति स्वीकर्तुं शक्यते, परन्तु तृच्यपि तथैव खलु, तदेव अस्ति, आम् आम् अस्तु, धन्यवादः महोदय, पुनः आं महोदय, तदर्थं भवतः एव उपसर्गपूर्वमस्ति उपमातव्य न तद् नास्ति, अत्र तु मिनाति इति ह्रस्व इकारान्तानां कृतम् अस्माभिः, डुमिङ्ग् इति कृतम्, अधुना तु मी धातुः अनन्तरं द्विवादौ दीन् क्षये तेषां यदि पठितुं शक्नोमि, रूपाणि रूपाणि पठितुं शक्नोति वा, अस्तु पञ्जीय, ओ मै गुड्नेस्, सरला भगिनी उक्तवती अन्तिम अत्र रूपाणि पठति वा भगिनि, प्रे प्रयोगः क्षये इति द्वौ द्वा धातु मीनाति मिनोति ल्यपि च, न केवलम् अनुवृत्तिसहितसूत्रं भगिनि, प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं, मीनाति मिनोति दीयाम् आत् ल्यपि आत् ल्यपि च एच् एच् निमित्त प्रत्यये उपदेशे अश्चिति, अत्र तद्वदन् वदनेन ते मीनाति मिनोति दीङ् एतेषु त्रीणि धातोः न धातोः ल्यपि ल्यपि च एच् एच् उपदेशे अशीति इति वयं शक्नुमः, मीङ् योगः प्रा योगः मीङ् अत्र उपसर्गः अस्ति, मीङ् योगः तव्यात् मी योगः तव्या, मीनाति मिनोति दीङ्गां ल्यपि च इत्यनेन स्वादौ प्रक्षेपणे तदेव मिङ् एव तत्तु हिंसायां न प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशः भवति, एच् निमित्त षित् भिन्न प्रत्ययस्य च विषये, अत्र मीन् तु प्रक्षेपणे यत् एतद् न वदति हिंसायाम् इति वदति न प्रक्षेपणे इति किमस्ति, डुमिङ्ग् अस्ति, डुमिङ्ग् इति तत्तु कृतं खलु अस्माभिः, ह्रस्व इकारान्तं कृतं, परन्तु अत्र दीयते कथं न अवगतं, न भगिनि तदपि तत्रापि समानकार्यं जातं खलु, अनेन अनेनैव सूत्रेण तत्रापि किम् अस्ति आकारादेशः अभूतः, अस्तु अस्तु, प्रयोगः मा योगः तव्या प्रमातव्या प्रमातव्यम् इति निश्चितं, प्रयोगः मी योगः तुमुन् मी योगः तुं मीनाति मिनोति लपि च इत्यनेन स्वादौ डुमिङ्ग् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य स्वादौ इति महोदयेन अत्र दोषेण लिखितं स्वादौ इति नास्ति, क्रयादौ मीन् हिंसायाम् इति धातुः. ओ अत्र एते स्वादौ नास्ति. अस्तु, प्रमात्तुम् इति आगच्छति, प्रायोगः मा योगः तुं तदैव प्रायोगः मा योगः तृ प्रमातृ प्रमाता प्रमात्री प्रमातृ. अत्र आकारः आगच्छति इति एते अशित् अस्ति एतद् कारणेन आकारः आगच्छति इति आत् आगच्छति इति वदति एतत् सूत्रं. सम्यक् वा? आकार आदेशः भवति, आदेशः न तत्तु आदेशः आदेशः भवति. तत् कारणात् प्रमातव्यं प्रमातुं प्रमाता प्रमात्री प्रमातृ इति आगच्छति. लिङ् श्लेषणे लि श्लेषणे इति दाल् धातु विभाषा लीयते इति सूत्रेण लिङ् श्लेषणे द्विवादिगण द्विवादौ लि श्लेषणे क्रयादौ इतनयोः विकल्पेन आत्वादेशः भवति एतत् विषये. ओके, कृतवती वा दीङ् इत्यस्य उपदीङ् इत्यस्य उपदातव्यम् इति? ओ तप्रमिता उपयोगः दीङ् अत्र तव्यत् दीङ् दीर्घ धातु विषये मिनाति मिनोति दीङ् यपि च इति सूत्रेण एच् स्थाने अकार आदेशः भवति प्रत्ययनिमित्तम् अस्ति चेत् दे भवति दे दातव्यः भवति दातव्य दातव्य दातव्य अत्रैव तीन् योगः तुं दीन् अत्र दे दा भवति दातुम् इति तुं भक्त्य तृच् अपि दा योगः तृच् दाता दातृ दाता दात्रि दातृ इति उप अपि अस्ति उपदातव्य उपदातुम् लिङ् श्लेषणे लि श्लेषणे इति द्वौ धातु विभाषा लीयते इति सूत्रेण लिङ् श्लेषणे द्वादि लिङ् श्लेषणे त्रयादिगणीय इतनयोः विकल्पेन आत्वादेशः भवति एचः विषये अस्य धातोः तव्यद्वन्द्वरूपाणि आत्वादेशो भवति चेत् एव अस्य धातोः तव्य तदन्तरूपाणि लि वि पूर्वक लि वि गुणकार्यं भवति प्रसक्तिः भवति गुणं वा वृद्धिप्रसक्तिः भवति तदा विकल्पेन न भवति विलातव्यः विलातव्य विलातव्यं विलातुं विलातृ विलाता विलात्रे विलातृ इति तृच् प्रत्यय अस्ति. आत्मभावे अस्य रूपाणि विलेयतव्याः विलेतव्या विलेतव्यं विलेतुं विलेतृ विलित् विलित्ता विलित्तः विलित्रे विलित्रु आत्मभावे अस्य रूपं विलेतुम् अहं पठितवती महोदय उक्तमस्ति भगिनि. धन्यवादः. एकनिमिषं भगिनि. विलाता उकारान्तधातवः खलु भगिनि? आं भगिनि, आं भगिनि, श्रूयते. उकारान्तधातवः सामान्याः उकारान्तधातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण. यु रु नु स्नु क्षु क्ष्णु इत्येतान् धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः. हो अनिट् उकारान्तधातवः. हु योगतव्यत् सार्वधातुक आर्धधातुकचिन्न गुणभूत हो भवति. होतव्यत् इत्युक्ते होतव्य तकार इत्संज्ञालोपं भूता होतव्यः होतव्या होतव्यं. तथैव हु योगत्वं होतुं भवति. हु योगः त्रच् सार्वधातुकार्धातुकेच्चनेन होतृ होता होत्री होतृ इति भवति. एवमेव ध्रु इत्यस्य रूपमपि द्रोतव्य तव्यस् प्रत्ययपरे तुमं प्रत्ययपरे द्रोतुम् इति भवति. तथैव ध्रु इत्यस्य गुणकार्यभूत द्रो भूत द्रोतृ द्रोतृ द्रोता द्रोत्री द्रोतृ इति भवति. अन्य कोऽपि पठेत् किं के अग्रे सरणीयं? षट् सेटः उकारान्तधातवः श्रूयते किं भगिनि? आं भगिनि पठतु भगिनि, श्रूयते पठति वा भगिनि? षट् सेटः उकारान्तधातवः. यूरु नु स्नु सूक्ष्णु इत्यनेते धातः सेटः. यु इतव्यः सार्वधातुक आर्धधातुकयो इत्यनेन गुणभूत्वा यो भवति. अत्र यो योग इतव्य एचोयवायावः इत्यनेन अवादेशः भूत्वा यवितव्य इति भवति. यवितव्यं यवितव्यः यवितव्या. तथैव तुमं प्रत्यये परे यु योगः इ यो भवति. इत्तुमिति यदा आगच्छति एचोयवायावः इत्यनेन यवितुम् इति भवति. तृच् प्रत्यये परे यो योगः इतृ अत्र एचोयवायावः इति भूत्वा यवितृ भवति. यविता यवित्री यवितृ इति. तथैव यु रु नु स्नु सूक्ष्णु तदापि तथैव भवति. रु भवति रविता रवितव्यः रवितव्यं रवितव्यं रवितुं यवितृ रवित्र. नु भवति नवितव्यं नवितुं नवितृ. स्नु स्नवितव्यं स्नवितुं स्नवितृ. क्षु क्षवितव्यं क्षवितुं क्षवितृ. क्ष्णु क्ष्णवितव्यं क्ष्णवितुं क्ष्णवितृ इति रूपसिद्धिः भवति. अस्माकं पाठ अत्र पर्यन्तमेव न न भू अस्तु अस्तु भगिनी, धन्यवादः. अग्रेपि कृतवन्तः भवद्भिः कुटादिगणे दत्तम् इति भाति सरला भगिनी? न न, ऐ डोण्ट् थिंक् वी डिड् भगिनी कारणं किं महोदय, एकमेकं कृतवन्तः न इडागमचिन्तनम् अतिदेशचिन्तनं धात्वा आदेशचिन्तनं तु तेषां पुनः पुनः आगच्छति सर्वे. अपि च आरम्भे एव बहु समयः अतीतः, यतोहि अजादि प्रत्यये परे अजादि अजन्तधातु हलन्तधातु वेद्धातु इति कृत्वा बहु समयः तत्र जातः. महोदय पृष्टवान् तत्र एका छात्रा अस्माकम् आवली अस्ति अकारान्तधातु अजन्तधातूनां, सा सर्वे ये महोदय उदाहरणं दत्तवान् येषां यथा अनिट् प्रत्ययाः सन्ति, यथा पा इति अनिट् अस्ति तु पाता, सा उक्तवती पाता अपि सेट् अस्ति. सो सर्वे उदाहरणानि उकारान्तधातु हू धातु होता उदाहरणी सा दत्तवती एस् अ सेट्. सो महोदय अति दुःखस्य वार्ता अस्ति इति भवती बोधन जाता भवत्या कृते. सो महोदय बहु दुःखी अभवत्. सो सः पुनः एषा तेषां एषाः पुनः समीचीना तस्य बोधं कृतवान् तस्य प्रति तस्याः प्रति. आवलिः पठितव्या वा? आं भगिनि. अजन्ताः इति आरभ्य वा, नो चेत् किं कुर्मः, कस्य किम् आवलिं पठामः? मम तु सर्वाणि अपि पठनीयानि एव. उकारान्त अपि इकारान्त इदानीं कृतवन्तः, इकारान्त इकारान्त न कृतवन्तः. हलन्तानां कुर्मः वा? अस्तु हलन्तान् अस्तु अहं वदामि. अर्धभागं यावत् कुर्मः भगिनि, तावत् हलन्तदातव सामान्यतः सेट, किन्तु नवतिनव इति अन्यतः सन्ति तेषाम् आवली ककारान्तदातु. दकारान्तः अधुना कुर्मः, तदनन्तरं दकार एकवारं सर्वेषां पर्यायः भवतु, तदनन्तरं पुनः आगत्य अग्रिमपर्यायं कुर्मः. सो ककार आरभ्य दकारान्तपर्यन्तं जकार जकारः ओ ककार पकार ओ चकार जकार च च च ज अस्तु अस्तु. शक् शक्ता शक्तव्यं शक्तुम् अस्तु. ककारान्त एक एव धातु, तदनन्तरं चकारान्तधातव पच् पक्ता पक्तुं पक्तव्यं, वच् वक्ता वक्तुं वक्तव्यम् इदुपद धातु, विच् वेक्ता वेक्तुं वेक्तव्यं, रिच् रेचा रेक्ता रेक्तुं रेक्तव्यं, सिच् सेक्ता सेक्तुं सेक्तव्यं, मुच् मोक्ता मोक्तुं मोक्तव्यं, छकारान्तधातव केवलम् एक, रिच् प्रष्टा प्रष्टुं प्रष्टव्यं, तदनन्तरं चकारान्तधातव, भज् भक्ता भक्तुं भक्तव्यं, भज् यज् यष्टा यष्टुं यष्टव्यं, भज् वज् त्यज् त्यक्ता त्यक्तुं त्यक्तव्यम्, इकार इदुपद निज् नेक्ता नेक्तुं नेक्तव्यं, निज् विज् वेक्ता वेक्तुं वेक्तव्यम्, उदुपद जकारान्तधातवपति युज् योक्ता योक्तुं योक्तव्यं, भुज् भोक्ता भोक्तुं भोक्तव्यं, रुज् रोक्ता रोक्तुं रोक्तव्यम्, ऋकारान्तदुपद सृज् स्रष्टा स्रष्टुं स्रष्टव्यं, दद् मङ्क्ता ञङ् ञङ् रञ्ज् रङ्क्ता रङ्क्तुं रक्तव्यं, भञ्ज् भङ्क्ता भङ्क्तुं भक्तव्यं, सञ्ज सङ्क्ता सङ्क्तं सङ्क्तव्यं स्वञ्ज स्वङ्क्ता सङ्क्तं सङ्क्तव्यं मश्च मङ्क्ता मङ्क्तं मङ्क्तव्यं सृज् उक्तवती साधु षष्ठा षष्ठं षष्ठव्यं भ्रश्च भ्रष्टा भ्रष्टुं भ्रष्टव्यं रूपाणि द्वयं भ्रष्टा भ्रष्टुं भ्रष्टव्यम् इति जकारात् दातव अभवत् भगिनि मज् उक्तवती वा भगिनि मङ्क्ता मङ्क्तुं मङ्क्तव्यम् उक्तवती अहं चिन्तयामि प्रायः अग्रे कः दृश्यते हलन्तदातवः ककारान्तदातव एकमेव अस्ति सेट् सामान्यतया हलन्तदातवः सेट् अस्ति परन्तु केवलं केचन दातवः अनिट् अस्ति शक् इति अनिट् अस्ति शक्ता शक्तुं शक्तव्यम् एकमेव तदनन्तरं पच् वच् रिच् पच् वच् वक्ता पक्तुं वक्तव्यं वच् वक्ता वक्तुं वक्तव्यम् इति उपदातः रिच् विच् सिच् रिच् रेक्ता रेक्तुं रेक्तव्यं विज् विच् रेक्ता वेक्तुं वेक्तव्यं रिच् रेक्ता रेक्तुं रेक्तव्यं मुच् मोक्ता मोक्तुं वक्तव्यं चकारन्त एकमेव अस्ति प्रच्छ प्रष्ट प्रष्टुं प्रष्टव्य प्रष्टव्यम् इति चकारन्तदातवः थज् भज् यज् तक्ता तक्तुं तक्तव्यम् भज् भक्ता भक्तुं भक्तव्यं यच् यक्ता यष्ट यष्टुं यष्टव्यं सि निच् नेक्ता नेक्तुं नेक्तव्यं विच् वेक्ता वेक्तुं वेक्तव्यं भुज् युज् रुच् भुज् भोक्ता भोक्तुं भोक्तव्यं युज् योक्ता योक्तुं योक्तव्यं रुच् रोक्ता रोक्तुं रोक्तव्यं रुका सृच् षष्ट स्रष्टुं स्रष्टव्यं भञ्ज् भङ्क्ता भङ्क्तुं भङ्क्तव्यं रञ्ज् रङ्क्ता रङ्क्तुं रक्त रङ्क्तव्यं सञ्ज् शङ्क्ता शङ्क्तुं शङ्क्तव्यं स्वञ्ज् श्वङ्क्ता श्वङ्क्तुं श्वङ्क्तव्यं मश्च मङ्क्ता मङ्क्तुं मङ्क्तव्यं रूपद्वयमस्ति भ्रश्च भ्रश्च भ्रष्टा भ्रष्टु भ्रष्टव्यं भ्रष्टा भ्रष्टुं भ्रष्टव्यम् अहं वदामि भगिनि ककारान्तदातवः हलन्तदातु आधिक्येन स्यूतः अस्माकम् आवल्यां ये वयं पठन्तः स्मः ते अनिटः ककारान्त शक् शक्ता शक्तुं शक्तव्यम् इति पश्चात् चकारान्तदातुः पच् वच् पक्ता पक्तुं पच् वक्ता वक्तुं रिच् विच् सिच् रेक्ता रेक्तुं सेक्ता सेक्तुं वेक्ता वेक्तुं रिच् विच् सिच् मुच् मुच् मोक्ता मोक्तुं मोक्तव्यं छकारान्त प्रच् प्रष्ठा प्रष्टुं प्रष्टव्यं जकारान्त त्यज् भज् यज् त्यक्ता भक्ता यष्टा त्यज् भज् यज् निज् वेज् नेक्ता वेक्ता निज् वेज् रुज् निज् विज् भुज् युज् रुज् भुज् भोक्ता युज् योक्ता रुज् रोक्ता सृज् सृष्टा स्रज् मश्च मङ्क्ता भ्रश्च भ्रष्टा अपि च भ्रष्टा इति रूपद्वयं भञ्ज रञ्ज सञ्ज स्वञ्ज भङ्क्ता भञ्ज रङ्क्ता सञ्ज सङ्क्ता स्वञ्ज स्वङ्क्ता इति रूपाणि. धन्यवादः. वदामि वा महोदय? आलन्ददातु आधिक्येन चेतः अनिधातु अत्र दत्तं ककारन्ददातु चक् चक्त चक्तुं चक्तव्यम् इति अनन्तरं चकारन्दः पच् वच् रिच् सिच् रिच् मुच् अत्र पक्ता वक्ता रेक्ता वेक्ता सेक्ता अनन्तरं मोक्ता इति तुद् सहितसकारः प्रच् प्रष्टा प्रष्टुं प्रष्टव्यम् अनन्तरं जकारन्ददातवः त्यज् भज् यज् निज् विज् भज् भङ्क्ता अनन्तरं भङ्क्तुं भङ्क्तव्यं त्यज् त्यक्ता त्यक्तुं दक्तव्यं यज् यक्ता यक्तुं दक्तव्यं निज् नेक्ता नेक्तुं नेक्तव्यं निज् विज् वेक्ता वेक्तुं वेक्तव्यं भुज् भोक्ता भोक्तुं भोक्तव्यं युज् योक्ता योक्तुं योक्तव्यं रुज् रोक्ता रोक्तव्यं सृज् सृज् अत्र स्रष्टा स्रष्टुं स्रष्टव्यं सृज् अनन्तरं सृज् बच् बञ्च् बञ्च् रञ्च् सञ्च् स्वञ्च् भङ्क्ता भङ्क्तुं भङ्क्तव्यं सञ्च् रञ्च् रङ्क्ता रङ्क्तुं भङ्क्तव्यं सञ्च् सङ्क्ता सङ्क्तुं भङ्क्तव्यं सञ्ज् रञ्ज् स्वञ्ज् सङ्क्ता सङ्क्तुं भङ्क्तव्यं मज् मङ्क्ता मङ्क्तुं भङ्क्तव्यं मज् ब्रज् भ्रष्टा भ्रष्टुं भ्रष्टव्यम् अनन्तरं द्विरूपं भ्रष्टा भ्रष्टुं भ्रष्टव्यम् इति. सर्वाणि उक्तवान् आम् महोदय. न भगिनि अस्तु भगिनि अहं पठामि न वक्तुं न शक्नोमि. पठितुमिच्छति एकवारं पठितुमिच्छति चेत् पठतु भगिनि. अस्तु तर्हि अहं पठामि. अस्तु भगिनि. ककारान्तदातुः अस्ति एकमेव अस्ति तर्हि शक् इति शक्तौ इति शक्नोति इति स्वाधिगणीयधातुः तर्हि शक्ता शक्तुं शक्तव्यं. तदनन्तरं चकारान्तदातवः पच् वच् रिच् विच् चुमुच् इति पच् इति पाके पक्ता पक्तुं पक्तव्यं रिच् इति क्षम्यतां पच् वच् परिभाषणे इति वक्ता वक्तुं वक्तव्यं रिच् इति विरेचने इति रेक्ता रेक्तुं रेक्तव्यं विच् इति पृथग्भावे वेक्ता वेक्तुं वेक्तव्यं सिच् इति किम् अस्ति क्षरणे इति सेक्ता सेक्तुं सेक्तव्यं मुच् इति मोक्षणे इति मोक्ता मोक्तुं मोक्तव्यं. तदनन्तरं प्रच्छकारान्तदातुः प्रच् इति एकः धातुः अस्ति ङीप्सायामिति ङीप्सायामिति तर्हि तत्र प्रष्टा प्रष्टुं प्रष्टव्यमिति तत्र वृषभृष इति सूत्रेण षकारान्तः भवन्ति. तदनन्तरं जकारान्तदातुः त्यज् भज् यज् त्यज् इति हानौ त्यक्ता त्यक्तुं त्यक्तव्यं तदनन्तरं भज् इति सेवायाम् इति भक्ता भक्तुं भक्तव्यं यज् इति देवसङ्गतिपूजादानकरणेषु इति अर्थः. तत्र यज् इत्यस्य यक् तत्र यज् इत्यस्य तत्र वृषभ्रश इत्यनेन षकारान्तः भवति. तर्हि येष्टा येष्टुं येष्टव्यम् इति. तदनन्तरं निज् विज् निज् विज् इति इदुपद धातुः धातुद्वयं निज् इत्यस्य किम् अस्ति शौचपो क्षमितं शौचपोषणयो तदेव अस्ति वा शौचपोषणयोः इति निज् इति नेक्ता नेक्तुं नेक्तव्यं. तदनन्तरं विज् इत्यस्य पृथक् भावे इति वेक्ता वेक्तुं वेक्तव्यं. तदनन्तरम् उकार उदुपदधातवः भुज् युज् रुज् इति. तर्हि भुज् इति धातुद्वयं भवति. एकमस्ति कौटिल्ये इति. तदनन्तरम् अन्यत् अस्ति पालन अभ्यवहारयोः इति. तर्हि भुज् इत्यस्य भुक्ता भोक्तुं भोक्तव्यम् उभयोः अपि. तदनन्तरं रुज् इति इत्यस्य अर्थः अस्ति रूपाणि भवन्ति रोक्ता रोक्तुं रोक्तव्यम् इति. रुज् इत्यस्य अर्थः पश्यामि क्षम्यतां. रुज् इत्यस्य भङ्गे इति. तदनन्तरं युज् इत्यस्य धातुद्वयमस्ति समाधौ इति अनन्तरं योगे इति उभयोः अपि योक्ता योक्तुं योक्तव्यं. तदनन्तरं सृज् इति ऋदुपदधातुः सृज् इति. तत्रापि विसर्गे इति धातुद्वयमस्ति स्रष्टा. तत्र पुनः सृजति वृषभ्रश इति सूत्रेण षकारान्तः भवन्ति. स्रष्टा स्रष्टुं स्रष्टव्यं. तदनन्तरं सृ तदनन्तरं भञ्ज् रञ्ज् सञ्ज् ष्वञ्ज् इति. तर्हि भञ्ज् इत्यस्य तत्र आमर्दने इति भङ्क्ता भङ्क्तुं भङ्क्तव्यं. भञ्ज् सञ्ज् सञ्ज् इति तत्र भञ्ज् रञ्ज् रञ्ज् इति रागे इति रङ्क्ता रङ्क्तुं रङ्क्तव्यं. सञ्ज् इत्यस्य तु सङ्गे इति सङ्क्ता सङ्क्तुं सङ्क्तव्यं. भञ्ज् रञ्ज् सञ्ज् स्वञ्ज् इति तत्र परिष्वङ्गे इति आलिङ्गनं करोति इति. तर्हि श्वङ्क्ता श्वङ्क्तुं स्वङ्क्ता स्वङ्क्तुं स्वङ्क्तव्यं सकारः भवति षकारस्य. तदनन्तरं मज् ब्रज् इति. मज् इत्यस्य तु मज् इत्यस्य किं भवति शुद्धौ इति अर्थः. तत्र मङ्क्ता मङ्क्तुं मङ्क्तव्यम् इति. मज् ब्रज् इत्यस्य पाके इति. तत्र रूपद्वयं भवति ब्रज् इत्यस्य. भ्रष्टा भ्रष्टुं भ्रष्टव्यं. भर्ष्टा भर्ष्टुं भर्ष्टव्यम् इत्यपि रूपाणि भवन्ति. अस्तु भगिनि, अत्र स्मर्तव्यं यद् विज् धातु अस्ति. अत्र विज् धातु अस्माकम् आवल्याम् इति अन्यत् अस्ति साधु. तत् जुहोत्यादिगणीयधातु अस्ति. किन्तु विजयेत् सूत्रम् अस्ति. अनेन सूत्रेण विज् धातु तुदादिगणीयधातुः अस्ति. तत् सेट् अस्ति विजयेत्. तत्र न भवति गुण न भवति. कुटादिगणीयधातुः अस्ति साधु. अत्र यः विज् धातुः अस्ति तत्तु जुहोत्यादिगणीयधातुः. तद् अनित् भवति. अन्यतां विजये तत्तुदादिगणीयधातु कुटादिगणे अस्ति. विजयेत् इति सूत्रेण तस्य गुणनिषेधः भवति. अपि रूपं भवति विजता विजिता विजिधातुः तुदादिगणीयधातुः. तुदादिगणी आम् आम्. रुदादि वा तुदादि वा रुदादिषु अपि च सुदादिषु उभयत्र सेट् अस्ति. परन्तु जुहोच्चादिगणे अनिट् अस्ति. अनिट् सम्यक् अस्ति. स्मर्तुं प्रयते. अग्रे गच्छामः वा. धकारान्तः नकारान्तः इति तावत् कुर्मः. धकारान्त अद् अत्ता अत्तुम् अक्तव्यम् अद् पद् अहं भवत्याय अर्थं न वक्तुं शक्नोमि. अहं जाने अद् भक्षणे अस्ति, पद् गतौ अस्ति, दृष्ट्वा पठित्वा अनन्तरं वदामि. अस्तु, अहं केवलं रूपाणि वदामि. अस्तु, अद् पद् पत्ता पत्तुं पतव्यम्, हद् सद् सत्ता सत्तुं सत्तव्यं, षद् हद् अद् हद् सद् षद् सत्ता शतं सत्तव्यम्. इदानीम् अद् हद् पद् सद् षद् अभवत्, इद् पद् भवति, किम् अस्ति, खिद् खिद् खेता खेतुं खेतव्यं, छिद् चेता चेतुं चेतव्यं, भिद् भेता वेतुं वेतव्यं, विद् वेता वेतुं वेतव्यं, विद् वेता वेतुं वेतव्यं, स्विद् श्वेता स्वेतुं स्वेतव्यम्, उद्पद भवति, तुद् तोता तोतुं तोतव्यं, नुद् नोता नोतुं नोतव्यं, शुद्ध श्रोता श्रोतुं श्रोतव्यं, तदनन्तरं भवति स्कन्द स्कन्ता स्कन्तुं स्कन्तव्यं. साधु, तदनन्तरं धकारान्त महाप्राण, व्यध् व्यधा व्यधुं व्यधव्यं, सिद्ध सीधा सेधुं सेधव्यं, व्यध् सिद्ध क्रुद् उदुपद क्रुद्ध क्रोधा क्रोधुं क्रोधव्यं, शुद्ध शोधा शोधुं शोधव्यं, बुद्ध बोधा बोधुं बोधव्यं, युद्ध योधा योधुं योधव्यं, शुद्ध ताव्य शकार शुद्ध शोधा शोधुं शोधव्यं. तदनन्तरं भवति राध राधा राधुं राधव्यं, साध साधा साधुं साधव्यं, राध साध बन्ध बन्धा बन्धुं बन्धव्यं, मन् मन्ता मन्तुं मन्तव्यं, हन् हन्ता हन्तं हन्तव्यं. तावत् तावत् साधु. आं भगिनि, सम्यक् आसीत्. आं पठामि भगिनि. दकारादधातवः अद् पद् श्रद् सद् हद् अत्ता अत्तुम् अप्तव्यं, पद् पत्ता पत्तुम् अप्तव्यं, षद् सत्ता सत्तुं सत्तव्यं, सद् सत्ता सत्तुं सत्तव्यं, हुत् हद् हत्ता हत्तुं हत्तव्यं, खिद् छिद् बिद् विद् विद् स्विद्. अत्र खिद् खेत खेतुं खेतव्यं, छिद् चेत चेतुं चेतव्यं, विद् वेता वेतुं वेतव्यं, विद् वेता वेतुं वेतव्यं, विद् वेता वेतुं वेतव्यं, खिद् सिद् श्वेता श्वेतं श्वेतव्यं, उकार उदुपदातवः छुद् छुद् छोता छोतं छोतव्यं, तुद् तोता तोतुं तोतव्यं, नोता नोतुं नोतव्यं, स्कन्द स्कन्ध स्कन्तुं स्कन्तव्यम्. महाप्राण व्यद् व्यद्ध व्यद्धु व्यद्धव्यं, सिद् सेद्ध सेद्धु सेदव्यं, क्रुद् क्रोध क्रोधुं क्रोध क्रोधव्यं, शुद् शोध शोधुं शोधव्यं, बुद् बोध बोधुं बोधव्यं, युद् योध योधुं योधव्यं, शुद् शोध शोधुं शोधव्यं, राध राध राधा राधुं राधव्यं, साध साधा साधुं साधव्यं, बन्ध बन्ध बन्धुं बन्धव्यम्. नकारान्त हनुमन् हन्त हन्तं हन्तव्यं नं नन्त किं भगिनि मन्त मन्तुं मन्तव्यं हन् हन्त हन्तुं हन्तव्यम् अस्तु भगिनि अहं वदामि दकारान्त अद् पद् षद् सद् हन्त अद् अत्ता अत्तुं पद् पत्ता पत्तुं षद् षत्ता षत्तुम् अद् पद् षद् सद् सत्ता सत्तुं हद् हत्ता हत्तुं खिद् छेद् भेद् विद् विद् स्विद् खिद् खेत्ता खेतुं छिद् छेत्ता छेतुं भिद् भेत्ता भेतुं विद् विद् वेत्ता वेतुं स्विद् स्वेत्ता स्वेतुम् उदुपद क्षुद् तुद् नुद् क्षोता तोता नोता स्कन्द् स्कन्ता स्कन्तं स्कन्तव्यं धकारान्त व्यद् सिद् व्यद्वृद्धा विद्धुं विद्धव्यं सिद् सेद्धा सेद्धुं सेद्धव्यं व्यद् सिद् क्रुद् क्रोद्धा क्रोद्धुं क्षुद् क्षोद्धा क्षुद्धुं क्षुद् क्रुद् युद् योद्धा योद्धुं शुद् शोद्धा शोद्धुं राध् साध् बन्ध् राधा राधुं साधा साधुं बन्ध् बन्धा बन्धुं तदा न न हन्मन् हन्ता हन्तुं मन् मन्ता मन्तुं भगिनी वदतु हद् पद् षड् षड् हद् अत्ता अत्ता अत्तुं वक्तव्यं पत्ता पत्तुं पक्तव्यं शक्ता सक्तुं शक्तव्यं शक्ता सक्तुं शक्तव्यम् अनन्तरं तद् हद् षड् हद् हत्ता हत्तुं वक्तव्यम् अनन्तरं खित् छिद् विद् विद् विद् स्विद् केता केतुं केतव्यं किद् बित् किद् चित् चेता सेतुं चेतव्यं विद् वेता वेतुं वेतव्यं विद् वेता वेतुं वेतव्यं स्विद् श्वेता सेतुं शेतव्यम् अनन्तरं छुद् चोता चोतुं चोतव्यं तुद् चोता तोतुं चोतव्यं नुद् नोदा नोदुं नोतव्यं नोता नोतुं नोतव्यम् अनन्तरं दकारान्तः व्यद् व्यद्धा वेतुं व्यद्धव्यं ष्यद् श्यद्धा सेतुं छिद् चेता चेतुं चेतव्यं षद् छिद् क्रुद् क्रोधा क्रोतुं क्रोतव्यं शुद् चोता चोतुं चोतव्यं बुद्ध बोधा भूतुं भोतव्यं बुद्धयुद्ध योद्धा योद्धुं योतव्यं शुद्ध शोधा शोतुं श्रोतव्यं रात् राधा राधुं साधय राधव्यं रात् साद् साधा साधुं श्रोतव्यं बन्ध बन्ध बन्तु बन्तव्यं नकारान्तः हन् मन् हन्त हन्तुं मन्तव्यं मन् वन्त मन्तुं मन्तव्यम् अधुना दकारान्तः दकारान्तानाम् अद् पद् षद् सद् हद् इति अदुपदाः अद् इति गतौ इति अतातु मन्तव्यं पद् गतौ अतातु मन्तव्यं पद् इति गतौ पद् इति पत्तापत्तुं प्रतिपत्तव्यं षद् इति शातने शता शतुं शतव्यं सद् इति विशरण किमपि अस्ति तर्हि विशरणे इति कृत्वा सत्ता सत्तुं सत्तव्यं हद् इति पुरुषोत्सर्गे इति हत्ता हत्तुं हत्तव्यं तदनन्तरम् इदुपदाः सन्ति खिद् छिद् भिद् विद्ध् विद् स्विद् इति खिद् खिद् इति धैन्ये परिघाते इति तर्हि खेथा केतुं केतव्यं खिद् छिद् द्वैधीकरणे इति चेथा चेतुं चेतव्यं भिद् पश्यामि विदारणे इति वेता वेत् क्षमितं किमस्ति भिद् इति वेता वेतुं वेतव्यम् इति भेता वेतुं वेतव्यं क्षमितम् अनन्तरं विद्धिति सत्तायां तदनन्तरम् अस्ति अन्य अर्थः अपि अस्ति विद्धि इत्यस्य विचारणे इति वेता वेतुं वेतव्यं विद्ध तदनन्तरं किमस्ति विद्ध स्विद्ध स्विद्ध इति गात्र प्रक्षरणे इति इत्युक्ते वेर् किम् अस्ति अस्माकं स्वेटिङ्ग् इति भगिनि गात्राणां क्षरणम् इत्युक्ते तत्र ड्रिस्लिङ्ग् इति ड्रिस्लिङ्ग् आफ् दि गात्रास् इत्युक्ते तत्र स्वेटिङ्ग् इति अर्थः भगिनि अस्तु शुद्ध सम्प्रशेरणे तस्य अर्थ स्विद् इत्यस्य गात्रप्रक्षरणे स्विध्यति इति स्वेट् इति अर्थः स्वेट् आङ्ग्लभाषया तत्र साम्यमस्ति खलु स्विध्यते इति तत्र स्वेट् इति अस्तु धन्यवादः अनन्तरम् अस्ति उदुपददातवः शुद्ध क्षम्यतां क्षुद्ध तुद् नुद् क्षुद्ध तुद् नुद् तदनन्तरं स्कन्द् इति शुद्ध इति क्षुद्ध इत्यस्य शुद्धौ इति मन्ये खलु सम्प्रेक्षणे क्षुद् इति क्षुणति इति क्षुणते इति सम्पेषणे इति बौण्डिङ्ग् इति मन्ये तादृशं क्षोता श्रोतुं क्षोतव्यं तदनन्तरं तुद् किम् अस्ति व्यथने इति तदपि दृष्टवती तोता तोतं तोतव्यं नुद् इति प्रेरणे इति नोता नूतं नोतव्यं स्कन्ध इति गतिशोषणयोः इति स्कन्ता स्कन्तुं स्कन्तव्यम् इति दकारान्ताः भवन्ति व्यद् सिद्ध व्यद् इति तदनन्तरम् इदुपदसिद्ध इति व्यद् इत्यस्य किं भवति व्यद्ध व्यद्धुं व्यद्धव्यं सिद्ध इत्यस्य व्यद् इति ताडने इति सिद्ध इत्यस्य सम्राद्धौ इति सेद्ध सेदुं सेदव्यं व्यद् सिद्ध क्रुद्ध क्रुद्ध क्षुद्ध बुद्ध युद्ध रुद्ध बुद्ध युद्ध शुद्ध तर्हि क्षम्यतां किमस्ति क्रुद्ध इत्यस्य क्रोधे इति क्रोध क्रोधं क्रोधव्यं क्षुद्ध इत्यस्य बुक्षायां क्षोध श्रोतुं क्षोधव्यं तदनन्तरं बुद्ध इति अवगमने बुद्ध बोधं बोधव्यं क्षुद्ध युद्ध युद्ध इत्यस्य तु तत्र किमस्ति सम्प्रहारे इति तर्हि तत्र तु योद्धा योद्धुं योद्धव्यं क्षुद्ध युद्ध बुद्ध युद्ध अन्तिमम् आसीत् किमासीत् बुद्ध युद्ध शौचे इति शुद्धशौच इति शोध शोद्धुं शोद्धव्यं तदनन्तरं आदुपददातवः तत्र तु राध साध तदनन्तरं बन्धिति राध इति रद्धोति इति भवति तत्र किमस्ति वृद्धौ इति तदनन्तरं संसिद्धौ इति राधा राधुं राधव्यं साध इत्यस्य पुनः संसिद्धौ इति साधा साधुं साधव्यम् इति तदनन्तरं बन्ध इत्यस्य बन्धने इति बन्धः बन्धुं बन्धव्यं नकारान्ताः मन् हन् इति मन् इति ज्ञाने इति मन्ता मन्तुं मन्तव्यं तन्त हन् इत्यस्य हिंसागत्योः इति हन्ता हन्तुं हन्तव्यम् इति तावत् धन्यवादः भगिनि धन्यवादः शुभरात्रिः